नमस्कारः, अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। धातुपाठे हल्सन्धिः तेषां सङ्ग्रहः, तिङन्तेषु हल्सन्धिकार्याणि सङ्ग्रहः इति पाठः प्रवृत्तमानः अस्ति। उषा भगिनी, भवती अपि प्राप्तं वा? द्वादश, पाठसङ्ख्या द्वादश इति। तत्र वयं किञ्चित् चिन्तनं कृत्वा अग्रे सरामः। तत्र वयं सकारादिप्रत्यये परे थकारादि थकारादिप्रत्यये परे पर्यन्तं दृष्टवन्तः। यदा वयं कवर्गधातुः कवर्गान्तधातुः स्वीकुर्मः, परः यदा परे तु सकारः अस्ति वा तकारः तकारः अस्ति वा, तत्र वयं यदा पश्यामः स्थलद्वये अपि करि च इत्यस्य प्रसक्तिः अस्ति। चर्वर्णः परः अस्ति, अतः करीच इत्यनेन तत्र कार्यं भवति। परन्तु यदा वयं सकारादिप्रत्ययः परे अस्ति इत्यनेन तत्र आदेशप्रत्ययोः इत्यस्य अपि कार्यं भवति। इण्कोः परस्य अपदान्तस्य आदेशरूपस्य प्रत्यये अवयवरूपस्य वा सकारस्य मूर्धन्यः भवति इति कारणेन यदा सकारादिप्रत्ययः अस्ति चेत् कवर्गान्तधातुः तत्र करीच अनन्तरं क्षम्यताम् आदेशप्रत्ययोः अनन्तरं करीच इत्यस्य कार्यम्। आदेशप्रत्ययोः इति पूर्वसूत्रं, करीच इति परसूत्रं, त्रिपाद्याम् अस्ति इति कारणेन आदेशप्रत्ययोः करीच इति भवति। यदा थवर्ग थकारादि थकारादि क्षम्यतां थकारान्तप्रत्ययः कवर्गान्तधातुः अस्ति चेत् तत्रापि करीच इति भवति। मूर्धन्य घ इति अस्ति चेत् तत्र अस्माकं जषस्तथोर्धोर्धः इति भवति। कम्पेरिसन् एव करोमि इदानीं, तत्र थकारादितकारादिप्रत्ययोः अनन्तरं सकारादिप्रत्ययः अस्ति चेत् किं कार्यम् इति। अनन्तरं चवर्गान्त धातुः अस्ति चेत् तत्र चोहोकुः इत्यस्य कार्यम्। आदेशप्रत्ययोः तु कवर्ग अवश्यं भवति, किमर्थम् इत्युक्ते आदेशः ककारः, अतः मूर्धन्यषकारादेशः, सकारस्य स्थाने अपदान्तसकारः इति कृत्वा षत्वं तु अवश्यं भवति। एतत्तु चकारादिधातुः, तत्र अस्माकं सर्वदा चिन्तनं तुक्सहितचकारः वा तुक्रहितचकारः वा इति द्रष्टव्यं। तुक्सहितचकारः अस्ति चेत् श्वोः शूडनुनासिके च अनन्तरं व्रश्च भ्रश्च इति सूत्रस्य अवसरः अवश्यं भवति। अनन्तरं षडोः कः सि, सी सकारादिप्रत्ययः, अतः षडोः कः सि इति सूत्रस्य प्रसक्तिः। अनन्तरम् आदेशप्रत्ययोः इत्यनेन रूपं भवति। तुक् रहित चकारः अस्ति चेत् चोहोकुः इति सामान्यसूत्रस्य कार्यम्। इदानीं यदा वयं थकारादितकारादिप्रत्यये परे चवर्गान्तधातुः पश्यामः चेत् तत्रापि सामान्यसूत्रं चोहोकुः, विशेषसूत्रं व्रश्च भ्रश्च। अन्यदपि एकं कार्यं तत्र भवति, तत्तु ष्टुनाष्टुः इत्यस्य कार्यं। किमर्थम् इत्युक्ते तत्र किम् उदाहरणं, व्रश् योगः था, तत्र व्रश् इति इदानीं व्रश्च भ्रश्च इत्यनेन षकारः आदेशः, श व्रश् योगः था, तत्र तकारः परः अस्ति इति कृत्वा भ्रष्टा इति रूपम् आगच्छति। तत्र ष्टुनाष्टुः इत्यनेन ष्टुत्वसन्धेहे अवसरः तत्र अस्ति। अत्रापि तुक्सहितचकारः वा तुक् रहितचकारः वा इति द्रष्टव्यं। श्वोः शूडनुनासिके च भ्रश्च भ्रश्च, इदानीं ष्टुनाष्टुः इत्यस्य प्रसक्तिः। अत्र षडोः कः सि न भवति, किमर्थम् इत्युक्ते सकारादिप्रत्ययः परः नास्ति। एतत्तु सामान्यकार्यम्। अनन्तरं यदा झ महाप्राण झ अस्ति चेत् तत्र चोहोकुः, जषस्तथोर्धोर्धः, यदा वयं घ इत्यस्य महाप्राण घ इत्यस्य दृष्टवन्तः तादृशम् अत्रापि झ योगः थ थ, तत्रापि जषस्ततोर्धोर्धः, अनन्तरं जष्त्वम् इति कार्यं भवति। तकारादि तकारान्तधातुः सकारादिप्रत्ययः अस्ति चेत् ष्टुनाष्टुः करि च इत्यस्य एव कार्यम्। अत्र किमपि अन्यत् विशेषसूत्रम् एकमेव षडोः कहसि, यत्र महाप्राणढ अस्ति चेत् तत्र षडोः कहसि आदेशप्रत्ययोः इति कार्यं भवति। सकारादिप्रत्यये परे किं भवति इति, क्षम्यतां, तकारादि तकारादिप्रत्यये परे किं भवति इति पश्यामः चेत् तत्रापि ष्टुत्वं यदावसरः अस्ति चेत् करीच इत्यस्य कार्यं, ढ महाप्राण ढ अस्ति चेत् तत्र जशस्ततोर्दोर्दः तु भवति एव, अनन्तरं ष्टुनाष्टुः अपि भवति, अन्यद् विशेषकार्यं डोडे लोपः इति भवति। डोडे लोपः ड्रलोपे पूर्वस्य दीर्घो नः, आश्रयत्वात् सिद्धत्वम् इति कारणेन तत्र ढलोपे पूर्वस्य दीर्घो नः। तत्र एतदपि स्मर्तव्यं, डोडे लोपः इति पूर्वसूत्रं किल, आम्, ष्टुनाष्टुः इति न, सूत्रसङ्ख्या कोऽपि स्मरति वा तत्र? 83 एष्टु नाष्टुः 8441 सम्यक् एव उक्तवती, समीचीनमेव। डोडे लोपः इति 83 ष्टुनाष्टुः इति परसूत्रं, तदापि तस्य कार्यं पूर्वं भवति आश्रयत्वात्, आश्रयसिद्धत्वात् इत्यनेन तस्य कार्यं भवति एव। अत अनन्तरं कवर्गः जातः, चवर्गः जातः, ठवर्गः जातः, ठवर्गे किं भवति इति पश्यामः चेत् तत्र करीच, सकारादिधातु सकारादिप्रत्यये परे करीच इत्यस्य कार्यमेव। यदा नकारान्तधातुः अस्ति चेत् तत्र नश्चापदान्तस्य जलि इत्यस्य चिन्तनं भवेत्। यदा वयं तकारादि थकारादिप्रत्यये परे पश्यामः चेत् तत्रापि करीच इत्यस्य एव कार्यम्। अनन्तरं महाप्राणध अस्ति चेत् तत्र जशस्ततोर्दोर्धः, अतः सर्वत्र यदा तकारादि तकारादिप्रत्ययः परः अस्ति चेत् जशस्ततोर्धोर्धः, तकार तकारः सूत्रे एव उक्तम् अस्ति, अतः तस्य कार्यम् अवश्यं भवति तत्र सर्वत्र जशस्ततोर्धोर्धः। जशन्तधातुः थ थ अस्ति चेत् तत्र जशस्ततोर्धोर्धः इत्यनेन ध आगच्छति। आम्, अतः क्रोद्धा इति रूपं, जलां जश् जशि इत्यस्यापि कार्यं तत्र भवति। अनन्तरं पकारान्तधातुः अस्ति चेत् करी च, मकारान्तधातुः अस्ति चेत् नश्चापदान्तस्य जलि, सकारादितकारादिपत्ये परे अपि समानकार्यं, करी च भ इति अस्ति चेत् जशस्ततोर्धोर्धः जलां जश् जशि। यदा सर्वत्र पश्यति यत्रत्र जशस्ततोर्धोर्धः आगच्छति तत्र सर्वत्र जलां जश् जशि इत्यस्य अपि कार्यं भवति एव। यदा वयं लभ्योगः ध इति कृतवन्तः तत्र भ इति अस्ति, अतः तस्य जष्त्वं करणीयमेव, लब्धा इति रूपम्। अनन्तरं यकारः, यकारान्तधातुः सकारादिप्रत्ययः लोपो व्योर्वलि इत्यनेन यकारस्य लोपः अत्रापि भवति, अत्रापि आम्, तकारादि तकारादिप्रत्यये परे अपि यदा अवसरः अस्ति चेत् लोपो व्योर्वलि इत्यस्य कार्यं। रेफान्तधातुः अस्ति चेत् तत्र किमपि कार्यं न भवति, केवलम् आदेशप्रत्ययोः, यदा सकारादिप्रत्ययः अस्ति चेत् तकारादि तकारादिप्रत्ययः अस्ति चेत् किमपि कार्यं नास्ति। लकारान्तस्यापि तादृशमेव चिन्तनं, तत्र एव अस्माकं प्रसिद्ध उदाहरणमासीत् पम्पुल् योगः ति, तत्र किमर्थं तत्र गुणः न भवति इति सर्वं वयं चिन्तितवन्तः। अनन्तरं बकारान्तधातुः अस्ति चेत् बकारस्य लोपः लोपो व्योर्वलि इत्यत्र इत्यनेन भवति। अनन्तरं षकारान्तधातुः सकारादिप्रत्ययः अस्ति चेत् ब्रश्च ब्रश्च इत्यस्य कार्यं, षडोः कहसि इत्यस्य कार्यं, यदा यदा षडोः कहसि इत्यस्य कार्यं भवति तत्र सर्वत्र आदेशप्रत्ययोः इत्यस्यापि कार्यं। यदा थकारः थकारः तकारादिप्रत्ययः अस्ति चेत् भ्रष्ट भ्रष्ट अवश्यं भवति, परन्तु यदा प्रत्ययः तकारतकारादिः अस्ति अत्र स्तुनाष्टुः इत्यस्य कार्यम्। ष मूर्धन्य ष अस्ति चेत् षडोः कहसि आदेशप्रत्ययोः, अत्र किं भवति, अत्र केवलं स्तुनाष्टुः इत्यस्य कार्यम्। सकारान्तप्रधातुः अस्ति चेत् सार्वधातुके किमपि कार्यं न भवति, आर्धधातुके सः स्याद् आर्धधातुके, सः तः सि इति मनसि अस्ति चेत् सम्यक् भवति, तत्र कार्यं तस्य कार्यम् एव भवति। येन सकारस्य स्थाने तवर्ग तकार आदेशः भवति। अत्र यदा वयं तकारादिप्रत्यये परिपश्यामः तत्र किमपि कार्यं नास्ति। हकारान्त धातुः अस्ति चेत् तत्र होडः इति कार्यम्, अनन्तरं षडोः कहसि आदेशप्रत्ययोः, आदेशप्रत्ययोः अनन्तरं षडोः कहसि, प्रायः सूत्रसङ्ख्या द्रष्टव्या। अनन्तरं यदा थ परे अस्ति चेत् तत्र होडः जषस्तथोर्धोर्धः ष्टुनाष्टुः डोडे लोपः इत्येव क्रमः। तत्र ष्टुनाष्टुः अवश्यं भवति, अनन्तरं डोडे लोपः इति भवति। त्रलोपे पूर्वस्य दीर्घोणः यदा अवसरः अस्ति चेत्, अण्वर्णः अस्ति चेत् भवति, नास्ति चेत् न भवति। अनन्तरं तत्र हकारान्तधातुः अस्ति चेत् तत्र चिन्तनचतुष्टयं, प्रथमं हकारस्य डकारः सामान्यसूत्रं होडः, अनन्तरं यदा धातुः दकारादि चेत् तत्र धादेर्धाक्तोर्गः, अनन्तरम् एकाचो बशो बष इत्यस्य चिन्तनम्, आदेशप्रत्ययोः करी च। अत्रापि थ परे अपि समानचिन्तनं, तत्रापि धादेर्धातोर्गः भवति, जषस्तथोर्धोर्धः इत्यस्य कार्यमत्र, जलां जश् जषि इत्यस्य कार्यम्। यदा दृह् मुह् इति विशेषधातुः अस्ति चेत् वा दृह मुह श्नुह श्निहाम् इत्यस्य कार्यं, तत्तु विकल्पेन भवति, एकस्मिन् पक्षे वा दृह मुह श्नुह श्निहाम् इत्यस्य कार्यम्, अन्यस्मिन् पक्षे होडः इत्यस्य कार्यं, होडः इति सामान्यसूत्रं, तस्य कार्यं भवति षडोः कहसि आदेशप्रत्ययोः। नः धातुः विशेषधातुः अस्ति, अचः नहोदः इत्यस्य कार्यं, हकारस्य स्थाने धकारादेशः भवति, नत्स्यति इति रूपं तत्र आगच्छति। थ परे अपि समानकार्यं, नहोदः पर्यन्तमेव वयं दृष्टवन्तः गतसप्ताहे, तत्र होडः प्रबाद्य नहोदः, अत्र जषस्तथोर्धोर्धः इत्यस्य कार्यं, तदेव स्मरणे भवतु। तत्र थ प्रत्यये परे विशेष सूत्रं सर्वत्र किम् इत्युक्ते जषन्तधातुः, अतः जषस्तथोर्धोर्धः इत्यस्य अवसरः अस्ति। यथा वयं सि प्रत्यये परे तु षडोः कहसि इति एकं विशेषसूत्रम्, अत्र तु जषस्तथोर्धोर्धः इति एकं सूत्रम्। समीचीनम्। अतः अद्य किञ्चित् अग्रे सरामः। एतावता प्रश्नः अस्ति वा? न, एकैव कथं स्मरणीयम् इति स्मरणे एतादृशमेव आगच्छति महोदय, पुनः पुनः वक्तव्यं, किञ्चित् कम्पेरिसन् कर्तव्यम्, अभ्यासेन आगच्छति। इदानीं सूत्रं परिचितं भवति किल, षडोः कहसि इति यदा अहं वदामि किल, षडोः कहसि इति यदा अहं वदामि, भवतः मनसि तत् कुत्र तस्य कार्यम् इति आगच्छति। जषस्ततोर्धोर्धः इति यदा वदामि तत्र सूत्रस्य किञ्चित् विवरणम् आगच्छति किल, तद् पर्याप्तं। तद् अनन्तरं यदा वयं होडः कुत्र भवति इति जानीमः, आगच्छति अभ्यासेन। सङ्ख्या किञ्चित् तत्र भ्रमः भवति कुत्रचित्, सङ्ख्या तद् अष्टमाध्यायस्य तत्र किं करणीयं, कण्ठस्थीकरणम् अवश्यमेव अस्ति, अन्यथा न भवति। आं, सूत्रं कण्ठस्थीकरणम् आवश्यकं, तत्र क्रमेण यदा अष्टाध्यायी कण्ठस्थीकुर्मः तत्र आगच्छति। अतः धकारादि धकारादौ प्रत्यये परे सन्धिकार्याणि इति गच्छामः. तत्र यद् सङ्ग्रहः अस्ति अहं तु इदानीमेव उक्तवती, अतः अग्रे सरामः. श्रीवल्ली भगिनी पठति वा? आं भगिनि. अयं सङ्ग्रहः इति तस्मादनन्तरं धकारादौ प्रत्यये परे सन्धिकार्याणि. प्रथमं पूर्ववर्णः ककारः धकारः, आदेशः भवति ककारस्य स्थाने ककारः. जलां झष् झषि इति सूत्रेण ककारस्य झष्त्वेन गकारः भवति. उदाहरणं शाशक् योगः धि, शाशग्धि ककारस्य स्थाने ककारः भवति. अनन्तरं ख योगः ध, ककारस्य स्थाने गकारः झलां झष्झषि इति सूत्रेण. उदाहरणं लेलिक्, लेलिक् योगः धि, ककारस्य स्थाने गकारः भवति झलां झष्झषि इत्यनेन रूपं भवति लेलिग्धि. गकारः योगः धकारः, अत्रापि झलां झष्झषि इत्यनेन तात्वङ् योगः धि, तात्वङ्धि. ककारस्य स्थाने आं भगिनि किं भगिनि क्षम्यता, तात्वङ्गयोगः किमपि परिवर्तनं नास्ति, परन्तु सूत्रप्रसक्तिः अस्ति. झलां झष्झषि घकारः योगः धकारः, घकारस्य झष्त्वेन घकारः भवति झलां झष्झषि इत्यनेन लालङ्घ् योगः धि, लालङ्घि इति रूपं भवति. अत्र सर्वत्र हूजल्भ्यो हेर्भिः मनसि भवेत्, हि स्थाने धि आदेशः भवति, अनन्तरमेव सूत्राणां प्रसक्तिः. अस्तु, सम्यक्, धन्यवादः भगिनी. महोदय पठति वा चवर्गस्य? तदनन्तरं चकारस्य, तदा भवत चकारः पठतु महोदय. च योगः ध, अग्रे एव अग्रिम अग्रे यद् दकारादि दकारादौ प्रत्यये परे सन्धिकार्याणि इति अस्ति, अन्तिम टेबल् अस्ति. दकारादि एकवारं ढकार अभवत्, ढकार ढकार एकवारं भगिनि. सङ्गणे मम पुरातन प्रायः इच्छामि यत् भवती भगिनी पठितवती दकारादि प्रत्यये परे सन्धिकार्याणि, तदेव खलु, तत्र एव वा? आम् आम्, तत्रैव चकारान्त चकारः पूर्ववर्णः दकारः इति. ओ अस्तु अस्तु अस्तु, लालं अस्तु अस्तु, आम् लाल चकारयोग धकार अस्तु. चकार इदानीं चकारस्य गकार भवति चोहुकु इत्यनेन कुत्वं भवति, चकारस्य कुत्वेन ककारः, ककारस्य जत्वेन गकारः, यथा पापच् तदेव खलु पापच्. अस्तु अस्तु, पापच् योग धी इति अस्ति, इदानीं पापच् योग धी, तत्र चकारस्य कुत्वं भवति पापक्, अनन्तरं जस्त्वं भवति जलां झष् झषि इत्यनेन जस्त्वं भवति, अतः पापक् धी इति. इदानीम् अग्रे ढकार ढकार व्रश्च धातोः, इदानीं व्रश्च धातोः चकार अस्ति यद्यपि, तत्र व्रश्च वाव्रश्च योग धी अस्ति, अत्र चकारस्य एकवारं तत्र व्रश्च व्रश्च सारि व्रश्च चषांशः इत्यनेन अस्तु, तत् तदेव अस्ति, तत्तेन षकारः भवति, तर्हि षकारः अस्ति तवर्गी अस्ति, अतः सुनास्तु इत्यनेन तत्र धकारस्य धि इत्यस्य इदानीं ढकारस्य ढकार भवति ढा भवति, इदानीं षकार टवर्गी षकार ढकार अस्ति, तर्हि जलां जस् जस् इत्यनेन वावृढि इति रूपम् इति अस्ति. अग्रे चकारधकारयोः अत्र उदाहरणमस्ति प्रापच् योग धी अस्ति, तुक्सहितचकार अस्ति, अतः चोषूड् अर्णसिके चैत्यनेन तत्र षकार आदेशः भवति तुक्सहितचकारे परे. प्रापश् योग धी अस्ति, इदानीं प्रापश् योग ती धी अस्ति, चशांशः इत्यनेन तत्र वश्च वश्च चशांशः इत्यनेन तत्र षकारः मूर्धनषकारः, मूर्धनषकारः चेत् तत्र स्तुनास्तु इत्यस्य प्रसक्तिः. प्रापश् योग इदानीं ढी इति भवति, अनन्तरं जलां जस् जसि इत्यनेन अपदान्ते प्रापढि इति भवति. सूत्रचतुष्टयं दत्तमस्ति, परन्तु प्रक्रिया त्रीणि सोपानानि एव प्रदर्शितम्, अतः तत्र ताळव्यषकारः अपि कृपया योजयन्तु. योगः धि, अनन्तरं पाप्रश् योगः धि. ओ आम् प्रापच् आम् प्रापच् शोः सूडनुनासिके च इत्यस्य सूत्रस्य कार्यं तत्र न प्रदर्शितम्. आमामामाम् अग्रे चकारस्य अत्र गकार धकार कथं भवति इति अत्र एकम् अस्ति वाव्रञ्च् वा सारि वावाञ्च् योग धि. अत्र इदानीं तुक्सहित एकवारं न तुक्सहितचकार नास्ति, अस्तु चकार अस्ति, अतः चोः कुः इत्यस्य एव कार्यमस्ति, अतः ककार भवति. वावाङ्क् इति अस्ति, इदानीं ञकारस्य ञकारस्य किं भवति अतः नश्चापदान्तजरि इत्यनेन अनुस्वारः भवति वावाङ्क्, अनन्तरम् अनुस्वरस्य ऐ परतवर्णः भवति. तद ततपूर्वं जलाञ्जषि पूर्वसूत्रं वा आं जलाञ्जषि आम् 841 अनन्तरमेव क्षम्यताम् 853 अनन्तरं तद् अनुस्वारस्य ऐ परतवर्णः 843 अनन्तरम् अस्तु अनन्तरमेव जलाञ्जषि इति प्रथमं भवति, ककारस्य स्थाने गकारादेशः, अनन्तरं नश्च पदान् सोरि अनुस्वरस्य परसवर्ण इत्यनेन कव अनुस्वरस्य अनन्तरम् अन्ते अनन्तरम् अन्ते एव भवति. आं सम्यक् वावङ्घि इति रूपम्. इदानीम् अग्रे इदानीं जकार जकार अपि धकारस्य धकारस्य कथं भवति इति एकम् अस्ति नेनेज् इति अस्ति, नेनेज् योग हि इन् हूजर्बहेदि इत्यनेन धि इति आदेशः नेनेज् योग धि. इदानीं जकारस्य गकार गकारः भवति चोः कुः इत्यनेन नेनेग् योग धि नेनेग् नेनेग् धि. अत्र किमपि कार्यं नास्ति, नेनेग् धि एव अस्ति, जलान्तशित्यस्य नास्ति कार्यम्. परिवर्तनं न भवति. आम् अग्रे ककार गकार तत्र अस्ति यायज् योग धि इति इति अस्ति, इदानीं यायजोग धि यायजोग धि भवति. इदानीं जकार अस्ति व्रश्च व्रश्च इत्यनेन यज् दातु यज् धातोः व्रश्च जयराज यज अस्तु यज इति अस्ति अत्र, अतः षकारः भवति यायश् योगधि यायश् योगधि. इदानीं षकार धकार तवर्गी अस्ति, अतः स्टुनाष्टुः इत्य सूत्रस्य प्रसक्तिः. धिक् धकारस्य स्थाने ढकारः यायश् यायश् डि इति अस्ति, इदानीं जलां जज्जस् इत्य सूत्रस्य प्रसक्तिः अस्ति. षकारस्य स्थाने जश् वर्णः जश्वर्ण अस्ति, अतः डकारः भवति यायड्डि इति रूपम्. तर्हि अग्रे जकार धकारयोः एकमस्ति जाझर्ज् जाझर्ज् इति अस्ति, तत्र जकार अस्ति चवर्गीयवर्णः अस्ति, अतः चोः कुः इत्यस्य सूत्रप्रसक्ति जा झर्घ् योग धि जा झर्घ्, तत्र घकारस्य जस् वर्ण घकारः भवति जलां जस्तरेण जा झर्घ्ति इति रूपम्। सम्यक्। एतावता वयं किमपि विशेषसूत्राणि न दृष्टवन्तः। यद् प्रथमसोपानं हू जल्भ्योहेर्दिः हि स्थाने धी आदेशः भवति तावदेव, अन्यत् सर्वं तु अस्माकं जष्त्वकार्यं ष्टुनाष्टुः, यत्र यत्र प्रसक्तिः अस्ति ष्टुनाष्टुः तावदेव, किमपि विशेषसूत्राणि एतावता न आगतम्। अग्रे अपि पश्यामः। धन्यवादः महोदय। अरुणा भगिनी पठति वा टवर्ग? आं भगिनि, टवर्गः परे धकारः अस्ति चेत् चुनाष्टुः इति सूत्रेण धकारः आगच्छति, जलां जष्टसूत्रेण तकारः जष्टुं भवति। उदाहरणं लोलुट् योगः धि, तकार एव अवशिष लोलुट् योगः धकारस्थाने धि आगच्छति। तदनन्तरं तकार डकार भवति, लोलुद्धि इति रूपं निष्पन्नं भवति। तदेव महाप्राण ठकार अस्ति चेत् अत्रापि स्टुनाष्टुः प्रथमं ठकारस्थाने ढकारस्थाने ठकार आगच्छति, ढकार आगच्छति। तदनन्तरं जलां जश्जसि इति सूत्रेण ढकार आगच्छति, पापढि ढकार अस्ति चेत् अत्रापि स्टुनाष्टुः एव कार्यं करोति। उदाहरणम् ईद्योहद्वे द्वे केवलं ढकारस्थाने ढकारः, महाप्राणढकारः अस्ति चेत् ढकारस्य सूत्रेण ढकारः चुनाष्टुः सूत्रेण, डोढे लोपः इति सूत्रेण पूर्वढकार लोपः भवति। उदाहरणं तृणेड् युगधि, तृणेद् युगधि, तृणोधि इति एव अवशिष्यते। समीचीनं। तृणेड् तृणेः इति धातुः, तृणेः योगः दि, तृणेड् योगः दि, अनन्तरं कार्यं यदा अष्टुनाष्टुः दौडे लोपः। भगिनि एकं स्टुपिड् क्वश्चन् अस्ति, प्रश्नः अस्ति, धि पद्य कत्र कुत्र आगच्छति भगिनि? हि एव अस्ति, हि स्थाने धि आगच्छति, हू जल्भ्यो हेर्दिः इति मध्यमपुरुष एकवचने हि इति अस्ति किल, तस्य हि इत्यस्य स्थाने धि इति आदेशः, अतः धि इति कुत्रापि न पश्यामः, हि एव पश्यामः मध्यमपुरुष एकवचने हि। हू जल्भ्यो हेर्दिः इत्यनेन धि इति आदेशः। पुनः वदतु सूत्रम्। हू जल्भ्यो हेर्दिः, सूत्रसङ्ख्या किम्? अङ्गकार्यं प्रत्यादेश सूत्रसङ्ख्या इत्युक्ते 6-6-4 सूत्रसङ्ख्या सहितं वयं सूत्रस्य अपि 6-4 हू जल्भ्यो हेर्दिः 6-4-1-0-1 तादृशं वक्तव्यं, तदेव मनसि इदानीं पादयव अद्यापि पादयव अस्ति मम मनसि सङ्ख्या। आमामां सङ्ख्या सूत्रम् एव अस्ति, सङ्ख्या अपि द्रष्टव्यमेव, तद् यदा वयं वदामः तथा एव आगच्छति। सम्यक् भगिनि, धन्यवादः। तृणेः योगः धि इत्यत्र हकारः डकारः कथं जातः? हकारस्य स्थाने डकारः, अस्माकं सूत्रम् इदानीमेव अहमेव उक्तवती, जशस्तथोर्धोर्धः किल, न होडः, सम्यक्, क्षम्यताम्, चषस्ततोतः नास्ति. होडः, होडः इत्यनेन डकारः जातः किल, हकारस्य स्थाने डकारः. त्रिणेः योगः धि, होडः इत्यनेन त्रिणेड् योगः धि, तुनाष्टुः डोडे लोपः. तदपि कृपया योजयन्तु तत्र शृणाष्टुः पूर्वं होडः, तदा एव आगच्छति. सम्यक्, समीचीनम्. अस्तु, उषा भगिनी तवर्गं करोति वा? आं भगिनि, त योगः धकारः, धातु कृन्त् योगः धि, हूजल्भ्यो हेर्दिः इति हि स्थाने धकार आदेशः भवति. कृन्त् योगः धि, जलां जश् जशि इत्यनेन धि इति महाप्राण जशि जशि भवति. जबञ्ज् घटदश् ओके ओके. देन् द तकारः बिकम्स् दकारः, तकारः बिकम्स् तकारः, जलां जलां तकारः इस् जलां, सो जलां जश् जशि ओके. तकारः अन्यत् किमपि कार्यं नास्ति वा? कृन्दि, I can make the nakara nakara asma as anuswarah nashcha padam anyad api tadapi samyak parantu ekam kinchit chintanam binaritya karotu nakarah dhakarah dhakarah asti am bagini tatra kim sutram asmakam parichita sutram eva savarnah asti va bagini सवर्णः अस्ति वा तत्र? सवर्णः तस्य सूत्रम् आम् अवश्यं भवति किल, हल्लुत्तरस्य जरः किल, हल्लुत्तरस्य जरः. आं भगिनि, जरोजरि सवर्णे इति लोपः भवति. अतः जरोजरि सवर्णे नश्चापदान्तस्य जलि सूत्रसङ्ख्या द्रष्टव्या. नश्च पदान्तस्य जलि एय्ट्री जरोजरि सवर्णे इस् 8464 भगिनि. नश्च पदान्तस्य जलि ऐ थाट् शुड् बि 83. नश्च पदान्तस्य 8324 जरोजरि 65. नश्च पदान्तस्य जलि इति पूर्वसूत्रम् 8324 83 भगिनि. तस्य कार्यं भवति चेत् जरोजरि इत्यस्य कार्यं तु न भवति एव. अपि च जरोजरि इति विभाषा अस्ति खलु, अत्र वा अस्ति जरोजरि? आम् आम्, तत्तु सत्यं. परन्तु यदा वयं कृन्दि इति इदानीं जरोजरि सवर्णे कृतवन्तः, अनन्तरमपि वयं नश्चापदान्तस्य जलि कर्तुं शक्नुमः किल? अनुस्वारस्य ययि परसवर्णः डसन् अप्लै भगिनि. देन् ययि दकार दकार सेम् रूपा विल्कं कृन्दि विल्कं, देन् जरोजरि सवर्णे वुड् अप्लै. समीचीनम्. सत्यम् ओके, तदपि सम्यक्. तकारः योगः धकारः, मा मन्त् इति अङ्गः, मा मन्त् योगः धि, मा मन्त् जलां जश् जशि इत्यनेन मा मन्द् धि, मा द तकारः बिकम्स् दकारः ओके, मा मन्द् धि. दकारः योगः धकारः, अद् योगः धि, अद्धि जलां जश् जशि. सूत्र अप्लैस् बट् नो चेञ्ज् ओके. तत्र जरोजरि सवर्णे न भवति, मामन्दि इत्यत्रापि जरोजरि सवर्णे भवति. धकारः योगः धकारः, रुन्द् योगः धि, रुन्धि हियर् अगेन् जरोजरि सवर्णे ओके. देन् पकारः रुन्धि इति रूपद्वयम्. एकनिमिषं भगिनि, विजया भगिनी अपि अस्ति, अस्ति वा विजया भगिनी? अस्मि भगिनि. पवर्गः करोति वा? नमस्ते, धन्यवादः. दकारयोजनेन दकारः, तत्र चतुर्थवर्णस्य स्थाने दकारः योजनेन दकारः आगच्छति. अत्र दकारस्य जस्वेन दकारः, जलं जस् जसि इति सूत्रेण चतुर्थवर्णस्य स्थाने तत्र तृतीयवर्णः आगच्छति. अनन्तरं सन्द् योगः दि, अन्तिमरूपं सन्धि इति भवति. भगिनी, भवत्याः पी डि एफ़् मध्ये किमपि अन्यत् अस्ति वा? मम पी डि एफ़् मध्ये एव दोषः वा? खलु इति एव अस्ति किल, तदेव चेक्षिप् योगः दि एव अस्ति स्क्रीन् मध्ये अपि, मम मध्ये अपि अस्ति. प्रायः पी डि एफ़् दोषेण अस्ति वा भगिनि? न, पी डि एफ़् मम पी डि एफ़् एव अस्ति ममापि. पूर्वं 8 इति अस्ति भगिनि मम पी डि एफ़् मध्ये. दकारः सर्वं सम्यक् एव उक्तवती, उदाहरणमेव भिन्नरीत्या आसीत्. चेक्षिप् योगः दि, अस्तु अस्तु अस्तु. पकारस्य पकारः योजनं दकारः, तत्र बकारस्य जस्त्वेन बकारः भवति. जलं जस् जशि इति सूत्रेण चेक्षिप् इति भवति चेत् तत्र प्रथमवर्णस्य स्थाने तृतीयवर्णः न तत्र सम्यक् एव तृतीयवर्णः चेक्षिप् दि इति भवति अन्तिमरूपं जलं जस् जश् इति सूत्रेण. अनन्तरम् एतत् सूत्रेण जोगुप् इति अस्ति चेत् अत्र तत्रापि तृतीयवर्णः भवति जोजुग्दि इति. अनन्तरं बकारस्य जस्वेन बकारः, तत्र लालम्ब् इति अस्ति चेत् दकारः दि योजनेन जलं जस् जशि इति सूत्रेण लालं तत्र किमपि नास्ति परिवर्तनं, परिवर्तनं किमपि नास्ति, सम्यक् वर्णमेलनमेव. अनन्तरं दकारस्य बकारस्य जस्वेन बकारः, चतुर्थवर्णस्य स्थाने तृतीयवर्णः जलं जस् जस् इति सूत्रेण रारब् इति अस्ति चेत् तत्र रारब् योगः दि रारब्धि इति भवति. अनन्तरं धन्यवादः भगिनि. एकनिमिषं भगिनि, अत्र सर्वत्र जलां जश् जशि इत्यस्यैव कार्यं, किमपि नूतनं नास्ति. पकारः तकारान्तप्रत्ययः वा पकारान्तप्रत्ययः, क्षम्यतां, धातुः पकारान्तधातुः वा तकारान्तधातुः अस्ति चेत् अत्र सर्वत्र जलां जश् जशि इत्यस्यैव कार्यं, किमपि नूतनकार्यं किमपि नास्ति. इदानीं शकारान्तधातुः अस्ति चेत् किं भवति इति पश्यामः. पुनः श्रीवल्ली भगिनि. आं भगिनि, षकारः योगः धकारः, षकारस्य स्थाने डकारः आदेशः भवति. प्रथमं व्रश्च व्रश्च सृजन् रुज यजराज भ्राज छषा शः इत्यनेन उदाहरणं दत्तमस्ति. नानश् षकारस्य स्थाने मूर्धन्यषकारः आदेशः भवति. नानश् योगः दि. अनन्तरं स्थुनाष्टुः इत्यनेन धकारस्य स्थाने ठकारः आदेशः भवति. अनन्तरं जलां जश् जशि इत्यनेन नानद्धि डकारः आदेशः भवति. स्तुनाष्टुः पूर्वसूत्रं, जलां जश् जशि जष्त्वं परसूत्रम् 8451 8453. अतः स्तुनाष्टुः अनन्तरमेव जष्त्वम्. यत्र कुत्रापि स्मरामः तादृशं वदामः चेत् आगच्छति इति चिन्तयामि. पश्यामः अग्रे भगिनि. षकारः योगः दकारः स्टुनाष्टुः इति इत्यनेन लालश् योगः अर्थे प्रथमं लालस् एवः ढि भवति, अनन्तरं झलां झष् झषि इत्यनेन लालड् योगः ढि रूपं भवति लालड्ढि. सकारः योगः धकारः, सकारस्य लोपः भवति धी च इत्यनेन वावस् योगः धि वावति इति भवति. धीच इत्यस्य किं निमित्तम् आसीत् भगिनी, स्मरति वा? सकारस्य लोपः धी च सकारस्य एव दीपदे इति सकारस्य लोपः तावदेव, किमपि अन्यत् नास्ति. दकारादौ प्रत्यये परे सकारस्य लोपः लोपः, किमपि अन्य निमित्तं किमपि नास्ति. 8 to 24 अत्र कस्य लोपः भवति? पूर्वमासीत् दीच इत्यस्य पूर्वं न जानामि. 8 to 25 भगिनि, पूर्वसूत्रं लोपः कुत्र भवति? दीच अस्तु, राक्षस्य दीच, तादृशं स्मरणे अस्ति चेत् सम्यक्. आं तदेव करोमि, पूर्वसूत्रं पश्यामि. न सम्यक् तत् सम्यक्, किमर्थम् इत्युक्ते बीच इत्येव अस्ति, कस्य किं निमित्तं कस्य लोपः भवति इति किमपि तत् राक्षस्य बीच. सम्यक्, समीचीनम्. अतः सकारपर्यन्तम् आगतवन्तः. धन्यवादः भगिनी. महोदय हकारः पठति वा? अस्तु, हकार धकारयोः इदानीं हकारस्य ढत्वं भवति, ढत्वे कृते तत्र स्तुत्वं स्तुत्वम् इदानीं ढकारस्य लोप डोढे लोप इत्यनेन लोपः, अनन्तरम् अणः दीर्घः. अत्र धातुः अस्ति लिः योग धि अस्ति, फोडः इत्यनेन लिड् लिड् योग धि, इदानीं स्टुनास्टुः इति सूत्रम् सूत्रम् आगत्य लिड् लिड् योग ढि भवति, ढकारस्य ढकार. इदानीं ढकारस्य ढकारे परे ढोडे लोपः इत्यनेन लोपः भवति, अनन्तरं ढलोपे तर्हि यदा ढोडे लोपः भवति ढलोपे पूर्वस्य अणः दीर्घः भवति, लुप्तढकारस्य पूर्वस्य, अतः इकारस्य अत्र लीढि इति भवति लीढि इति. किमर्थं गुणः न भवति महोदय? कुत्र भगिनि? तत्र हेर् हे हेर् हेपिच्च इति अस्ति, अतः अपित् अस्ति तदपि सम्यक्, इति अपित्वम् आरोपितम्, अतः गुणः न भवति. अग्रे महोदय, अग्रे अग्रे अग्रे अग्रे वाह वावः युगधी अस्ति, इदानीं वावः युगधी, इदानीम् अत्र ढत्वं भवति वावड् युगधी वावड्ढि अस्ति, वावड्ढि भवति अष्टुनाष्टु इत्यनेन, तत्रापि ढोडे लोपः भवति, वावड्ढि वावड्ढि ओ अस्तु वावड्ढि अस्ति, इदानीं वावड्ढि पूर्वस्य दीर्घः भवति, परन्तु किं भवति? अन्यसूत्रं वयं पठितवन्तः वा? सहि वहो सहि वहोर् रो सहि वहो रो धवर्णस्य नाम वयं दृष्टवन्तः वा? न दृष्टवन्तः भगिनी, अहं न जानामि, न पठितवन्तः वा ओडि इति वा ओ अस्तु दृष्टवन्तः दृष्टवन्तः आमां दृष्टवन्तः सहि वहोः आमां सहि वहोः सहि विषये हा ओ ओकारादेशः भवति दृष्टवन्तः प्रायः वक्तुधातोः विषये आमां सह वहो अस्तु अत्र ओड अस्तु अस्तु अत्र एकवारं ढोडे लोपः भवति सहि वहोः ओ भवति ओत् भवति ओत् अवर्णस्य अवर्णस्य ओत् भवति इति अस्ति. निमित्तं किं तत्र निमित्तं डकारलोपे ओके ओके अस्तु सूत्रसङ्ख्या द्रलोपे पूर्वस्य दीर्घोणः अपवादः अस्ति. अस्तु अस्तु लोपः प्रलोपे इत्यस्य सहि बहोः ओस्त्वं भवति. आमाम् अस्तु तर्हि दीर्घ भवति अत्र ओस्त्वं भवति अकारस्य अस्ति चेत् सासोडि इति भवति. वावः अस्ति चेत् वावोडि इति भवति. सहि बहोरोद् वर्णस्य इत्यनेन द्रलोपे पूर्वस्य दीर्घोणः इत्यस्य द्वयमपि सपादसप्ताध्याय्याम् अस्ति. 6311 6312 डोडे लोपः इति त्रिपादीसूत्रमस्ति. सर्वदा एतस्य कार्यं किञ्चित् विरल अस्ति अतः द्वयमपि मनसि भवेत् सुलभः भवति. द्रलोपे वयं जानीमः सहि वहोः इति सर्वदा स्पर्तव्यं द्रलोपे इति वदामश्चेत् तत्रापि एकं निमित्तं किम् इत्युक्ते सहि वहो रोद् वर्णस्य इति डकारे लोपे कृते एव भवति. द्रलोपे पूर्वस्य दीर्घोणः रोरि भवति चेदपि भवति डोडे लोपः भवति चेदपि भवति. परन्तु अपवादः सहि वहो इत्यस्य डकारे लोपे एव रो तदपि एकं किमपि सर्वं मनसि कथम् आगच्छति इति न जानामि. परन्तु वह धातोः आगच्छति चेत् दीर्घ आकारस्य स्थाने ओकारः भवति. आम् आं सत्यं भगिनि. आम् डकारे लोपे कृते एव अकारस्य दीर्घ नास्ति खलु. दीर्घ भवति वा दीर्घ भवति वा अवर्णस्य अवर्णस्य ओ अस्तु. तर्हि दीर्घ करणीयं वा अनन्तरं करणीयं वा नास्ति खलु. अकारस्य स्थाने ओकारः भवति तावदेव. वावडी महोदय तत्र वावडी इत्यत्र अकारः वकारस्य अकारः अस्ति किल तस्य ओत्वं तावदेव वावोडि. न भगिनि तत्र डोडे लोपस्य प्रसक्तिः अस्ति तत् कर्तुं शक्यते खलु. अत्र तदा तत्रापि अवर्णस्य इति उक्तमस्ति चेत् तत्र अत्युत्यस्य नास्ति खलु. अतः तदपि भवितुमर्हति कार्यं करणीयं वा वा अनन्तरं सहि वहो करणीयं वा नास्ति खलु. न न सहि वहो इति अपवादसूत्रम् इति तत्र उक्तं किल प्रतिपदोक्तत्वम् इति यदा वदामः तत्र सक्धातोः वक्धातोः इति उक्तम् अस्ति. अतः साक्षात् वयम् ओकारः कर्तुं शक्नुमः. यद्यपि तत्र किमपि क्लेशः न भवति आत्वम् आकारकत्व अपि परन्तु तत् उक्तमस्ति अतः तद् न करणीयम् अवर्णस्य. आम् आम् सत्यं. परन्तु यदा तत्र सहु बहु इति उक्तमस्ति इति इत्यनेन वयम् एतत् सूत्रमेव साक्षात् कर्तुं शक्नुमः. सहु बहु एक आत्वम् आकारः नास्ति अकार एव अस्ति अतः अस्तु. आम् दीर्घ आकारः आगन्तुमपि शक्नोति खलु भगिनि. आम् आवर्णः इत्युक्ते आम् अष्टादशस्य अपि ग्रहणं किल ह्रस्वदीर्घ. परन्तु सः इति वदामश्चेत् तत्र ह्रस्व एव अस्ति इति कृत्वा तद् अपवादः अस्ति इति मत्वा तत् करणीयं. सः इति नास्ति सः इति अस्ति. आम् तत्र यदा सः योगः लट् इति एकम् उदाहरणम् अत्र प्रदर्शितमस्ति. तत्र यदा वयं तत्र सड् योगः आ डोडे लोपः डकारलोपः इदानीं सोड् योगः आ सोढा इति रूपं तत्र साक्षात् अकारस्य स्थाने ओकारः आगच्छति. तत्र किमपि प्रथमम् आकारं कृत्वा इति किमपि नास्ति. अपवादत्वेन इति दत्तमस्ति इति कृत्वा साक्षात् तथ्य सूत्रस्य एव प्रसक्तिः सहि वहो इत्यस्य एव. अस्तु महोदय अग्रे. हा अस्तु क्षम्यताम् अस्तु. अग्रे इदानीं गकार गकारधकार कुत्र भवति इति दुः योग धी अस्ति अस्तु दुः योग घी अस्ति इदानीं होडः इत्यस्ति तत् प्रबाद्य दादे धातोः गः इत्यनेन हकारस्य गुत् गत्वं भवति दुघ् इति भवति दुघ् योग धी अस्ति सारि दादे धातोः गः दुग् अस्तु जलान् अनन्तरं जलाञ्जसन् इत्यनेन गकारः भवति दुग्धि इति भवति अग्रे गकारधकार बष् भाव तादृश अस्ति चेत् दिहियुगद्वे इति अस्ति दिहियुगद्वे दकारादिधातुः अस्ति अतः घत्वं धिघ् युगद्वे धिग्युगद्वे इदानीं एकाचो बशो बष् बष् भाव जशन्तस्य सद्वोः इत्यनेन द्वे परे इति सद्वोः इति अस्ति द्वे परे इति अतः तत्र दकारस्य ह्रस्वदकारस्य बष् दकारस्य बष् धकारः भवति एकवारं धकारः भवति धिग् धिग् द्वे इति अनन्तरं जलां जस् जसि इत्यनेन धिग् द्वे इति रूपम् सर्वत्र यत्र यत्र तृतीयचतुर्थवर्णः अस्ति चेत् तत्र अस्माकं मनसि एतद् बशो बष्भावः इति तदपि अङ्गकार्यमस्ति खलु अङ्गकार्यं वा न बष्भावः एकं सिक्स् वन् सिक्स् वन् एकाचो बष्भावः इस् ए टु तत् ए टु तर्टि सेवेन् ए टु तर्टि सेवेन् ए टु A237 भगिनि अतः त्रिपादिसूत्रमेव किल त्रिपादिसूत्रम् अग्रे अग्रे विशेष गकारधकार अस्ति अत्र द्रुः द्रुहयोग धी अस्ति अत्र तत्रापि द्रुः मुः द्रुः दृहमुह स्नुह स्निहाम् इति इति इत्यनेन तत्र एकवारं तत्र वैकल्पिकरूपं भवति होडः अपि कार्यं करोति घत्वं विधीयते अत्र दुग्गुयोग दुग्गुयोगदि प्रथमम् अनन्त दुग्धि एकवारं भगिनि अत्र दुग्धि अस्ति दुग्धि अत्र बशो बष् भवति खलु एकवारं किमर्थं न भवति दुग्धि एकाचो बशो बष् एकवारं दुग्योगधि भवति खलु न भवति वा भगिनि एतत् सूत्रमपि वा दृढमुहश्च एतत् सूत्रमपि दादेर्धातोर्गः इति हकारस्य स्थाने गकारः आगच्छति खलु भगिनि आं परन्तु तस्य अपवादः एव अस्ति दृह मुह स्नुह स्निह इत्यस्य इत्येषां कृते एव इति कृत्वा धातोः दादेर्धातोर्गः एतत् अपवादसूत्रं आं होड आं होडः होडः इत्यस्य अपवादम् अपवादसूत्रं दादेर्धातोर्गः दादेर्धातोर्गः इति अस्य अपवादः वा दृहमुह स्नुह स्निह परन्तु वा इति कृत्वा तद्विकल्पेन एव भवति न भवति अत्र न भवति किमर्थम् इति अत्र अन्ते पदान्ते अस्ति अथवा सद्वोः एव भवति क्षम्यताम् अतः दुग्धि एव रूपं पदान्ते अपदान्ते द्वे सकारे द्वे परे अस्ति पदान्ते एव भवति तत्र पदान्ते नास्ति इति कृत्वा दुग्धि इति अस्तु अग्रे अग्रे ढकार इदानीं तत्र दुः योग धी अस्ति तत् अस्तु तत्र विकल्पेन अत्र अस्ति वा इति इत्यनेन तत्र होडः इत्यनेन धत्वं इदानीं अष्टुनाष्टु इत्यस्य प्रसक्तिः अस्ति दुड्ढु योग ढी अस्ति ढोढे लोपः भवति सोरि दृढ योग ढी द्रोडे लोप इत्यनेन तत्र दृढी इदानीं तत्र ड्रलोपे पूर्वस्य अणः दीर्घः, पूर्वस्य अणः दीर्घः भवति ड्रूढि इति भवति. अग्रे नः धातोः अत्र दकार गकार अस्तु, अत्र नः धातोः तत्र धक धकार सर्वदा भ्रमः भवति ध अस्तु नहो नहो दः इत्यनेन तत् हकारस्य दकारादेशः भवति. यथा नानः योग धी, यत्र नानद् योग धी अस्ति अनन्तरं किमपि कार्यं नास्ति. नानद् क्षम्यतां जलान् जस् इत्यनेन नानद्धि इति तत्र जरोजरि न कार्यं करोति. नानद्धि तत्र न आम् नभो दः इति होडः इत्यस्य अपवादः अस्ति. होडः अपि आम् होडः इत्यस्य अपवादः इत्यस्य अपवादः आम् आम् आम् भगिनि प्रश्नः कः अत्र गकार आदेश अभावे औत्सर्गिकः डकारः आदेशः भवति विकल्पेन पूर्वं गकारः भवति आदेशः दुःखमुख इत्यस्य वा तत्र गकार आदेश अभावे तत्र गकार हकारस्य स्थाने गकारः एव प्रथमम् आगच्छति विकल्पेन परन्तु गकार आदेश अभावे औत्सर्गिकः डकार आदेशः भवति इत्युक्ते गकारस्य स्थाने डकारः आगच्छति वा भगिनि गकार आदेश अभावे सूत्रमध्ये अस्मि असाध्य सूत्रमध्ये अस्मि अहम् आम् आम् समीचीनं सूत्रं वदतु भगिनि कस्य सूत्रस्य विषये वदति भवती एतत् वा दृक्मुख वा दृक्मुख समीचीनम् अस्तु गकार आदेश अभावे इत्युक्ते तत्र गकार आदेश अभावे पूर्वं गकार हकारस्य स्थाने गकारः विकल्पेन भवति एतत् पङ्क्ति मध्ये गकार आदेश अभावे औत्सर्गिकः डकारः आदेशः भवति औत्सर्गिकम् इत्युक्ते उत्सर्गस्य भावः उत्सर्गिकः विकल्पेन गकारस्य स्थाने डकारः भवति खलु भगिनि सम्यक् होडः आम् समीचीनं होडः यदा गकार होडः इत्यनेन भवति सम्यक् तदेव विकल्पम् इति कृत्वा घकारादेश अभावे इति दत्तं समीचीनम् अतः अस्य पाठस्य समाप्तिः अभवत् पम्पुल्योगः भगिनि अत्र द्रुः इत्यस्मिन् दादे धातोः गः इत्यनेन तत्र एकवारं तत्र तत्र घकार अस्ति खलु एकवारं तत्र दादे धातोः गः इत्यनेन भवति वा तत्र भवति मरति वा दृः इति अस्य वाकारादिकारान्तधातुः इति भवति एव परन्तु अत्र तु वा दृह मुह श्नुः इत्यत्र साक्षात् उल्लिखितम् अस्ति इति कृत्वा तद् कार्यम् अनेन सूत्रेण एव भवति दादेर्धातोर्गः इत्यनेनापि गकारादेशः एव दृहमुह इत्यस्य इत्यनेनापि गकारादेशः परन्तु यदा वयं दादेर्धातोर्गः इति कुर्मः चेत् तत्तु नित्यं भवति तत्र वैकल्पिकरूपं न भवितुमर्हति दादेर्धातो एकमेव रूपं यथा रूपद्वयं वयम् इच्छामः तत्र वा दृहमुह स्नुः इत्यस्य एव कार्यम् अत अनेन एव वयं रूपद्वयं साधितुं शक्नुमः कर्तुं शक्नुमः परन्तु वैकल्पिकरूपं न आगच्छति तावदेव न मम किमर्थं पाणिनि न दृह अस्तु तत्र अस्तु अस्तु सः इष्टवान् प्रायः रूपद्वयं भवति अतः न दृह नास्ति चेत् किं भवति एक एव भवति तत्र दृह अस्मिन् नास्ति चेत् अस्तु नास्ति चेत् एकमेव रूपं भवति अन्य तस्य द्रूढी इति रूपं न कदापि न भवति एकमेव रूपं भवति तावदेव भेदः किमपि अन्यत् किमपि नास्ति यत्र यत्र रूपद्वयं तत्र एकं सूत्रं समीचीनम्. अतः नूतनपाठः किञ्चित् किञ्चित् धात्वः सन्ति चेत् तत्र एक सूत्रमस्ति, अनन्तरं किञ्चित् धातुमध्ये अन्ये सूत्रमस्ति. बहु कष्टकरं खलु भगिनि. वयं तु केवलं पठामः. अवश्यं वयं तु सूत्रम् एकं सूत्रमपि निर्मातुं न शक्नुमः. सः तु यदा भवती वदति साक्षात् शिवस्य स्वरूपमेव. आम्, समीचीनम्. एतत् सर्वं माधेश्वरसूत्राणि परितः आगच्छति, अपि शिवस्य अनुग्रहेण एव आगच्छति एतत् सर्वं. आम् आम् आम् अवश्यम् अवश्यम्. अग्रे सरामः. अग्रिमपाठः, अस्मिन् पाठे अभ्यासः अस्ति, अस्तु. अतः किञ्चित् रूपसाधनं सर्वम् आगच्छति. किञ्चित् अद्य पठामः, प्रायः पश्यामः कथं चलति इति. धातुपाठे हल्सन्धिः अभ्यासः इति पाठस्य नाम. अरुणा भगिनी पठति वा? आं भगिनि. धातुपाठे हल्सन्धि अभ्यासः. सन्धिकार्यस्य अभ्यासार्थं यङ् लुगन्तदातवः सर्व उत्तमाः, यतोहि प्रक्रियायां विकरणप्रत्यये नास्ति. धात्वन्ते सर्वे हल् वर्णाः लभ्यन्ते. येषां च वर्णानां तिङ्प्रत्ययेन साक्षात् सम्पर्कः भवति. अधुना वास्तविकम् अभ्यासं कुर्मः. पश्येम कीदृशानि रूपाणि लभ्यते. लटि, लोटि, लङ्गि, विधिलिङ्गि च. अस्य कृते अस्माकं कार्यं त्रीणि सोपानानि सन्ति. क्रमेण येषां त्रयाणां चिन्तनम् अवश्यं करणीयम्. अत्र दत्तं सन्धिकार्य अभ्यासार्थं यङ् लुगन्तदातवः स्वीकृतः. किमर्थमित्येत् अत्र विकरणप्रत्यय विषयः न प्रयोजनं कार्यं नास्ति. धात्वान्ते हल् वर्णः अस्ति. तिङ्प्रत्यययोजनसमये साक्षात् हल् वर्णः अस्ति पूर्वं. ततः वयं पठामः. अस्य कृते अस्माकं कार्ये त्रीणि सोपानानि सन्ति. अत्र दत्तं प्रथमसोपानम् अतिदेशः कित् नित् इत्यनयोः मार्गद्वयं. प्रथम अनुबन्धः अतिदेशः, अतः प्रेक्षणं द्विवारं करणीयम्. अहं न अवगतं भगिनि, द्विवारं किम् अत्र? तत्र अनुबन्धः अपि भवति, अतिदेशः अपि भवति. उदाहरणं किं न तु द्वित्वं विषये वदति. तत्र किं कित्वा ङित्वा अस्ति चेत् तत्र अनुबन्धलोप कार्यमपि भवति. अतिदेशः आरोपणीयं सार्वधातुकमपेत् ङिति च इत्यनेन. अतः परीक्षणं द्विवारं करणीयम् इत्युक्ते अनुबन्धकार्यं किम् इति एकं वारम्, अतिदेशकार्यं किम् इति अङ्गकार्यं तृतीयं सन्धिः. वारं वारम् इति उदाहरणमस्ति खलु भगिनि? आम्, यङ् लुगन्तस्य अर्थः वारं वारं, क्रियासमभिहारे यङ् इत्यनेन तस्य कार्यं तु तस्य अर्थः वारं वारम् इति आगच्छति. परन्तु अस्मिन् पाठे किं दत्तम् इत्युक्ते, वयम् इदानीं यदा पूर्वस्मिन् पाठे सर्वं वयं तु अङ्गम् अङ्गम् एकमस्ति, अनन्तरं तिङ् इति प्रत्ययः अस्ति. तत्र किं भवति पूर्णतया प्रक्रिया, यदा तीतः अन्ति तिङन्तप्रक्रिया कथं भवति यङ्लुङन्तानां कृते इति अस्मिन् पाठे पश्यामः. तावदेव, किमपि अन्यत् अत्र द्वित्वकार्यं वा किमपि न कुर्मः. तत्सर्वम् अग्रे यदा यङ्लुङन्तपाठे आगच्छति, द्वित्वं कथं करणीयं, कानि सूत्राणि तत्र आगच्छति, सर्वम् अग्रे पश्यामः. अस्मिन् पाठे एतावता वयं किं किं पठितवन्तः सर्वं एकस्मिन् बाक्स् मध्ये स्थापयामः सर्वं सि प्रत्यये वयं तु ता प्रत्यये परे वा सि प्रत्यये परे सर्वं पठितवन्तः इदानीं सर्वम् एकस्मिन् सङ्ग्रहरूपेण सीतः अन्ति अत्र किं भवति इति अत्र प्रथमं पठति लोपानन्तरं वा अनुबन्ध अनुबन्धलोपानन्तरम् इति वदामः किल अनुबन्धकार्यम् इति संज्ञा सर्वं अत्र अन्वर्थनाम अस्ति यङ्ग्लुगन्त इत्युक्ते वारं वारं परन्तु अनेन सत्येन अस्माकम् अभ्यासः अपि वारं वारं भवति सन्धिकारस्य वारं सत्यम् आं भगिनि कित् नित् अङ्गकार्यं कित् नित् अङ्गकार्यम् अङ्गन् अङ्गन्ते उपधायां च एक गुणः निषिद्धः सार्वधातुकमपि किन्निति जायते सूत्रेण अनदित् धातूनाम् उपधायां नकारलोपः येषाम् हलन्तधातूनाम् इत्संज्ञकः ह्रस्व इकारः नास्ति तेषां धातूनाम् उपधायां नकारः अस्ति चेत् तस्य लोपो भवति अनिदितां हल् उपधाया किन्निति इति सूत्रेण सम्प्रसारणं सम्प्रसारणानां धातूनां सम्प्रसारणम् इयन् स्थाने इक् आदेशः इयन् सन्धौ यथा भवति तस्य विपरीतक्रमः किति निति प्रत्ययपरे अत्र व्रश्च युगः सकारः शा युवति पृच्छति ग्रहीज्या वये व्यधि वष्टि विचति वृच्छति पृच्छति भुज्यतीनां निति च इति सूत्रेण तदेव कित् ङित् अङ्गकार्यं प्रथम अतिदेशः इत्यस्य अङ्गकार्यं किम् इत्युक्ते सार्वधातुकमपि ङिति च इत्यनेन अतिदेश आरोपणीयं समीचीनम् अनन्तरं इदानीं कित् अस्ति अतः अनिदितां हल उपधायाम् इत्यनेन उपधायां यद् नकारः अस्ति तस्य लोपः अनन्तरं यदा प्रसक्तिः अस्ति सम्प्रसारणकार्यम् अपि भवति सम्प्रसारिणां धातूनां सम्प्रसारणं सम्प्रसारिणी धातुः कः इत्युक्ते ग्रही जा वै व्यधि वष्टि विच्छति वृच्छति पृच्छति भृजति इत्येषानां धातूनां सम्प्रसारणकार्यं भवति समीचीनं सूत्राणि अपि एकवारं पठतु भगिनि इङ्ग्यणः सम्प्रसार इङ्ग्यणः सम्प्रसारणं यणः स्थाने यः प्रत्याहारे स्थितवर्णः आदिष्टः तस्य सम्प्रसारणं संज्ञा भवति तदेव संज्ञासूत्रम् इज्ञनः सम्प्रसारणं सम्प्रसाराच्च इति सूत्रं सम्प्रसारणं संज्ञकवर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूप आदेशः भवति न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति सम्प्रसारणकार्यं त्रीणि अस्ति प्रथमं संज्ञासूत्रमस्ति इज्ञन्नः सम्प्रसारणमिति यन् स्थाने एकवर्णः आगच्छति सम्प्रसारणाच्च इति सूत्रं सम्प्रसारणं वर्णस्य वर्णात् परे अच् अस्ति चेत् पूर्वपरयोः स्थाने एकः पूर्वरूपमादेशं भवति अन्यत् तृतीयसूत्रमस्ति न सम्प्रसारणे सम्प्रसारणं सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति समीचीनम् अतः यदा वर्णद्वयम् अस्ति सम्प्रसारणवर्णः तत्र पूर्वं स्थितस्य सम्प्रसारणं न भवति इत्येव समीचीनं धन्यवादः भगिनि उषा भगिनी अग्रिमबिन्दुः परन्तु तत्र सम्प्रसारणस्य सम्प्रसारणाच इति सूत्रम् आगच्छति चेत् तत्र पूर्वपरयोः आदेशः भवति परन्तु न सम्प्रसारणे इति सूत्रेण पूर्वं सुखस्य सम्प्रसारणं न भवति कार्यं न भवति यदा अत्र व्यधि इति धातुः अस्ति तत्र वकारः अपि सम्प्रसारणवर्णः यकारः अपि सम्प्रसारणवर्णः कस्य सम्प्रसारणं करणीयम् इति प्रश्नः आगच्छति किल तत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन बकारस्य सम्प्रसारणं न भवति यकारस्य सम्प्रसारणं भवति तावदेव. पूर्वसूत्रस्य वर्णः कार्यं न भवति. एतदेव वकारः वकारः एव तिष्ठति, यकारस्य ईकारः भवति, तदेव कार्यम्. आं भगिनि, दीर्घ दीर्घऋकारान्तधातुः दीर्घऋकारान्तधातुः प्रत्ययः अजादिः चेत् इर् उर् ऋत इद् धातोः दीर्घऋकारान्तधातुः ऋत इद् धातोः इति सूत्रः. प्रत्ययः हलादिः चेत् अजादिः चेत् ओ ओके दीर्घऋकारान्तधातुः प्रत्ययः अजादिः चेत् इर् उर् भवति. ओके, ऋत इद् धातोः इति सूत्रेण ऋत इद् धातोः इति सूत्रं दीर्घऋकारान्तधातुः, बट् प्रत्ययः हलादिः चेत् ईर् ऊर् भवति हली च इति सूत्रेण. ओके भगिनी वा? ओके, आं भगिनि. ऋत इद् धातोः इत्यनेन इर् ऊर् भवति, हलादिः प्रत्यय हलादिः चेत् ईर् ऊर् इति भवति हलि च. ऋत इद् धातोः ऋतन्तस्य ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकार आदेशः भवति, ह्रस्व इकार आदेशः भवति कितिङिति प्रत्यये परे. ओके, कितिङिति प्रत्यये परे उरण्परः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सः तदा अण् तदा सः अण् सदा रपरः भवति. ओके, हलि च रेपान्तानां वकारान्तानां च धातूनाम् उपदास्थितस्य इकः दीर्घत्वं हलीपरे. ए वाट् इस् देट् इर्वो ओ रुवोरुपदाय दीर्घ इकः अण्ड् देन् हलि च. ओके, रेपान्तानां वकारान्तानां च धातूनाम् उपधा स्थितस्य इकः दीर्घत्वं हलिपरे. ओके, उदोष्ट्यपूर्वस्य सेवन् वन्. ओके, उदोष्ट्यपूर्वस्य ओष्ट्यपूर्वस्य ऋकारान्त अङ्गस्य ओष्ट्यपूर्वस्य ऋकारान्त अङ्गस्य ऋकारस्य ह्रस्वः उकार आदेशः भवति. ऐ डोण्ट् रिमेम्बर् दिस् सूत्र. उदोष्ट्यपूर्वस्य ओके, ओष्ट्यपूर्वस्य ऋकारान्ताङ्गस्य ऋकारस्य ह्रस्वः उकार आदेशः भवति. पवर्गीयवर्णः पूर्वः यस्य पवर्गीयवर्णः पूर्वः सः ओष्ट्यपूर्वः. ओके, ओ या, ओष्ट्यपूर्वः इस् पवर्गीयवर्णः पूर्वः. अण्ड् देन् भगिनी तिन् ओ उदोष्ट्यपूर्वस्य वर्ड् इस् इद् पवर्गीयवर्णः पूर्वः. ओके, देट् इस् ओष्ट्यवर्ण. देन् इट् बिकम्स् ऊत् नो ओष्ट्यपूर्वस्य ऋकारस्य ह्रस्वः उकार आदेशः भवति. ओ ओके ओके, उत् उदोष्ट्यपूर्वस्य. ओके, उत् ओष्ट्यपूर्वस्य. ओके ओके, कुत्र सङ्ख्या पश्यति चेत् ऋत इद् धातोः 100 ओके, अतः पृ योगः इक्त इक्तप्रत्ययः स्वीकुर्मः चेत् पृ योगः इक्त तत्तु ऋकारान्त अङ्गमस्ति, ओष्ट्यपूर्ववर्णः अस्ति. अत्र प्रथमं ऋत इद् धातोः इत्यस्य प्रसक्तिः तु अस्ति, तद् प्रबाध्य उदोष्ट्यपूर्वस्य कार्यं करोति. ऋकारस्य उकारः जातः पूर् अस्माकम् उरण्परः इति कारणेन पुर् योगः थ. इदानीं हली च इत्यस्य कार्यमपि भवति, रेपान्त अङ्गम् उपदास्थितस्य इकः दीर्घः. पूर्थ पूर्थ अन्यत् कार्यं अस्ति, तद्वयं इदानीं न आवश्यकं, परन्तु तत्र ऋध इद् धातोः प्रबाध्य उदोष्ट्यपूर्वस्य इत्यस्य कार्यम्, अनन्तरं हलीच इत्यस्य अपि कार्यम्. या भगिन्याः उदाहरणं देन् इट् मेक्स् क्लियर् यस् भगिनि एकवारं प्रायः पूर्वं दृष्टवन्तः कुत्र इति न स्मरणम् अत्र न तत्र ऋतै धातोः इति तत्र किमपि निमित्तं नास्ति परन्तु अनैमित्तिकं परन्तु कृतिपत्ये परे एव भवति तस्य कार्यम् अन्यथा सार्वधातु इत्यनेन गुणः भवितुम् अर्हति तत्र न भवति गुणः भवति आम् सत्यं सत्यम् अपरनिमित्तिकत्वं तत्र एव महोदय भवान् अनन्तरं पश्यतु दोष्ट्यपूर्वस्य इत्यस्य व्याख्यानं तत्र किमपि अन्तरङ्गस्य विषये दत्तमस्ति अहमपि अनन्तरं अपरनिमित्तिकत्वम् इति कृत्वा प्रायः निमित्तं नास्ति तत्र अचो उदोष्ट्यपूर्वस्य अचोनिति इत्यनयोः विषये किमपि दत्तमस्ति अपरनिमित्तिक इत्यनन्तरङ्गः भवति निमित्तमेव नास्ति इति कृत्वा तादृशः भवति अन्तरङ्गसूत्रम् इति कृत्वा अन्तरङ्गसूत्रम् इति कारणेन तस्य पूर्व उपस्थितनिमित्तक तत्र द्विधा वयं पठितवन्तः तत्र एकं तु अस्ति पूर्व उपस्थितनिमित्तकत्वम् अपरनिमित्तकत्वम् इति अपर इति न परनिमित्तिकं नास्ति इति तादृश प्रायः तादृश अहमपि पठामि अनन्तरं समीचीनम् अस्तु अग्रे सरामः विजया भगिनी यङ् लुगन्तधातूनां कृते सिद्धतिङ् प्रत्ययाः पठति वा आं भगिनि अतः ये प्रत्ययाः स्थूलाक्षरैः लिखिताः ते पितः इति देयं यङ् लुगन्तधातूनाम् आत्मनेपदं न भवति अस्तु तत्र लट् लकारः सि ईति सः अति सि ईषि सः त मि ईर्मि ईमि वहमः इति अस्ति लट् लकारे लोट् लकारे तु ईतु तात् तामातु हीतात् तन्त आणि आव आम तत्र लट्लकारं रूपम् एव तत्र सिद्धरूपेण अस्ति आत्मनेपदी नास्ति खलु भगिनि आत्मनेपदी आम् यङ्लुङन्तधातूनां यद्यपि तद् यङ् इति अस्ति प्रत्ययः तदापि तत्र आत्मनेपदं न भवति सर्वे परस्पैपदीरूपाणि एव अनन्तरं तत्र रूपद्वयं यदा प्रथमपुरुषे एकवचने ति ईति ईटागमः भवति विकल्पेन यङो वा इति सूत्रेण ईट् इति आगमः भवति सीति सीषि मीमि इति रूपाणि भवति अनन्तरं यदा वयं पश्यामः लट्लकारे लोट्लकारे अति अतु यदा वयं कुत्र दृष्टवन्तः अति अतु इति ददति दधतु जुहोत्यादिगणे किल यत्र यत्र द्वित्वं भवति तत्र सर्वत्र अतीयतु सिद्धभ्यस्तविधिभ्यश्च इति सूत्रमासीत् तत्र अति अतु जोन्तः प्रभाद्य तस्य कार्यं भवति इति दृष्टवन्तः अतः तद् अति अतु इति रूपं तादृशमेव अत्रापि यङ्लुगन्ते अपि तादृशमेव आगच्छति अस्तु अग्रे भगिनि लङ्लकारे लङ्लकारे सकारः योगः सकार यो ईत इति ईत् भवति अनन्तरं ताम् उः सकारः शून्यं षकारः ईकारः तान्त अं वाम दिदिलिङ्ग यात् यातां युः तत्र किमपि परिवर्तनं नास्ति खलु भगिनि याः यातं यात यां याव याम दिदिलिङ्गे किमपि नास्ति केवलं यदा वयं लट् लोट् लङ् पश्यामः यङ् लुङन्ते रूपद्वयं भवति यङो वा इति सूत्रं विकल्पेन ईटागमः अतः रूपद्वयं भवति इति अस्तु लोलुच् इति धातुः इदानीं रूपं रूपाणि यदा वयं पूर्वं कृतवन्तः तादृशमेव लट् लोट् लङ् विधिलिङ् सर्वत्र साधनीयं यत्र यत्र विशेषकार्याणि सन्ति अहं वदामि तादृशं किमपि नास्ति परन्तु यदा अस्ति चेत् वयं पश्यामः व्यधिमस्ति व्यधि मध्ये अस्ति भगिनि व्यधि ज्या किञ्चित् कार्यम् अस्तु. भवती एव वदति वा लटि लो लुञ्च्? तत्र किमपि तत्र लुञ्च् मध्ये सार्वधातुक अर्धधातुकौ योगौ इति सूत्रेण गुणौ भूत्वा लो लुञ्च् इति भवति. ब्रह् इति पदमस्ति चेत् तत्र न तादृशं नास्ति. वयं भगिनि यदा वयं पूर्वं वयं यदा पूर्वं कृतवन्तः किल रूपसाधनं ती प्रत्यये परे पित्वा अपित्वा अनन्तरं कार्यं किम् इति तादृशं वदति वा लोलुञ्च् योगः ती कीदृशप्रत्ययः तादृशं चिन्तनं तत्र आम् लोलुञ्च् योगः ती अस्ति चेत् तत्र अलादि अपित् अस्ति पित् अस्ति पूर्वमेव यत् स्थूलाक्षरैः दत्तं तत् सर्वं पित् स्थूलाक्षरैः आम् भगिनि पूर्वं तत् हलादि हलादि पित् अस्ति हलादि पित् अस्ति यत्र यत्र पित् अस्ति तत्र गुणकार्यम् एव भवति अतः तत्र लो लुञ्छति इति भवति लुञ्छति तत्र अनुस्वारस्य ययीपरसवर्णः इति प्रथमं कार्यं भूत्वा अनन्तरं नच्चपदान्तस्य जलि इति सूत्रेण लो लुञ्छति इति भवति. नश्चापदान्तस्य जलि प्रथमम् अनुस्वारस्य ई परसवर्णः अनन्तरं तस्मात् सर्वं पूर्वम् एकं कार्यम् अस्ति चकारान्तधातुः तत्र किं कार्यं जलि परे चोकुकुः इति भवति वा आम् अवश्यं भवति चोहुकुः प्रथमं अनन्तरं लो लो लो लुक्षि इति भवति वा अन्तिमकार्यं न तत्र सकारः एव नास्ति किल केवलं तकारः एव अस्ति अतः लो लुङ्ति इति भवति. एतत् तत्र नच्चपदान्तस्य इति सूत्रं भवति अनन्तरम् अनुस्वारस्य यै परसवर्णः एतत् सर्वं भूत्वा तत्र लो लुङ् लो लुङ्क्ति इति भवति खलु भगिनि लो लुङ्क्ति आम् सत्यं तदेव कार्यं भवति. अस्तु श्रीवल्ली भगिनी वदति वा ईति प्रत्यये परे किं भवति इति अस्ति वा भगिनि? लोलुच् योगः ईति ईति पित् अस्ति लोलुञ्चीति भगिनि रूपं तत्र चोहोकुः भवति वा नो न भगिनि सकारतक चोहोकुः तद् अजादिपित् अस्ति अतः न भवति समीचीनं लोलुञ्च् योगः तः वदतु भगिनि लोलुञ्च् योगः तः अपित् अस्ति तकारः अपित् अस्ति लोलुञ्च्तः अन्यकार्यं चोहोकुः भगिनि तस्मात् पूर्वं तस्मात् पूर्वं लोलुञ्च् योगः तकारः तकार उपादायां कः वर्णः अस्ति कस्य कार्यं भवति मूले नकारः अस्ति इदानीं वदतु भगिनि किं भवति नकारस्य लोपः भवति लोलुत्तः अनन्तरं चोहोकुः चकारः चोहोकुः भवति एव, चोहोकुः भवति. अतः अन्तिमरूपं लोल् लोलुप्तः, लोलुप्तः. नकारः वा किमपि अनुस्वारः किमपि नास्ति, तत्तु लोपः जातः. उपधानकारस्य लोपः जातः, लोलुप्तः. लोलुच् योगः तः चोहोकुः, लोलुक् योगः तः लोलुप्तः. समीचीनम्, अस्तु महोदय. बहुवचने वदति वा अनन्तरं वयं लोलुञ्च्? लोलुञ्च् योग अति अस्ति, अति इति अपित् अस्ति, अतः अपित् अस्ति, अतः अनिदितं हलोपदय निति इत्यनेन, निति इत्यनेन तत्र उपदाचितस्य नकारस्य लोपः भवति. लुञ्च् इति अस्मिन् नकारः अस्ति, अतः लोलुच् योग अति, लोलु लोलुच् लोलुच् अति इति रूपं भवति खलु. आम्, अजादि अपि अस्ति, अतः तत्र चोकोः प्रसक्तिः नास्ति, नकारस्य लोपः एव. आम्, एकमेव कार्यं सर्वत्र तद् मनसि भवेत्, तत् नकारस्य लोपः अनिदितां हल उपादाय मूले नकारः आसीत्, अतः तस्य लोपः भवेत्. अस्तु, समीचीनम्. अत्र अद्य अत्र स्थगयामः, मध्यमपुरुषात् आरभ्य अग्रिमसप्ताहे कुर्मः. किञ्चित् गृहपाठरूपेण अपि कुर्वन्तु, अग्रे किं धातुः अस्ति तादृशमेव यदा वयं पूर्वं कृतवन्तः किल, लटि लोटि लङ्गि विधिलिङ्गि, वयं तद् कृत्वा अग्रे सुबन्तप्रकरणम् एकम् उदाहरणमस्ति, तदपि पश्यामः. अस्तु, धन्यवादः. धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः.